ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकार च प्रणतोऽस्मि मुनित्रयम् हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं विषयः अस्ति तत्र अन्तरङ्गविषयः बलाबलचिन्तने अन्तरङ्गसूत्रम् अपि च बहिरङ्गसूत्रस्य विषयः प्रचलति तत्र प्रथमविद अन्तरङ्गमस्ति पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् सो यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितम् वर्तते इत्युक्ते पूर्वमेव उपस्थितं वर्तते इत्युक्ते स्थानी अपेक्षया इति लिखितमस्ति सो स्थानी अपेक्षया यस्य शास्त्रस्य निमित्तं पूर्वम् अस्ति तदन्तरङ्गं यस्य शास्त्रस्य निमित्तं बहिरस्ति इत्युक्ते किञ्चित् दूरे अस्ति अनन्तरम् अस्ति तदस्ति बहिरङ्गम् एतस्य विषये अस्माभिः तत्र एकं दृष्टान्तः स्वीकृतः अस्ति शिवयोगन्ना इति प्रत्ययः तत्र लोप्योर्वली श्वोः शूडननासिके च पुगन्तलघुपदस्य च तत्र एकत्र प्राप्तिः अस्ति अस्माभिः तत्र दृष्टं लोपव्योर्वली अपि च छोः छूडनुनासिके च इति द्वयोः मध्ये स कः सम्बन्धः इति पश्यामः चेत् अस्माभिः दृष्टं तत्र छोः छूडनुनासिके च इति सूत्रे यः वकारस्य स्थाने ऊठ आदेशः अस्ति उक्तमस्ति सः तत् भागं तादृश तत् सः भागः लोपव्योर्वलि इत्यस्य कृते अपवादरूपेण कार्यं करोति अतः तत्र यदा वकारस्य विषयः अस्ति तदा सः अपवादसूत्रं भवति लोपव्योर्वलि इत्यस्य कृते अतः लोपव्योर्वलि इत्यनेन बृहत् कार्यक्षेत्रम् अस्ति श्वोः षूडनुनासिके च इति सूत्रेण लघुकार्यक्षेत्रम् अस्ति अपि च तस्मिन् कार्यक्षेत्रे एव वकारस्य ऊठादेशः उक्तमस्ति अतः तद् अपवादसूत्रं भवति अतः द्वयोः मध्ये उत्सर्ग अपवादसम्बन्धः अस्ति लोपोव्योर्वलि इत्यनेन श्वोः षूडनुनासिके च इति सूत्रम् अधिक तस्य अधिकबलं वर्तते अपवादसूत्रमस्ति अतः द्वयोः मध्ये श्वोः षूडनुनासिके च इति सूत्रं तिष्ठति अनन्तरं छोः षूडाननासिके च अपि च लघु पुगन्तलघुपदस्य च मध्ये तत्र यदा वयं निमित्तानि पश्यामः चेत् पुगन्तलघुपदस्य च इत्यस्य सूत्रस्य कृते तत्र बहूनि निमित्तानि सन्ति इत्युक्ते तत्र उपधा अपेक्षितमस्ति इकवर्णः अपेक्षितमस्ति अपि च तत्र अङ्गस्य इति अधिकारः वर्तते द्वयोः कृते अङ्गस्य अधिकारः अस्ति लघु इति संज्ञा अपि अपेक्षितमस्ति बिकास् व्याकरणशास्त्रे लघु अपि पारिभाषिकशब्दः इत्युक्ते ह्रस्वं लघुः इति सूत्रेण लघु उक्तमस्ति सो तत्र बहवः संज्ञाकृतनिमित्तानि सन्ति अतः तत्र व्याकरणशास्त्रे अस्य विषये अपि बहु किमपि चर्चा अस्ति अस्माभिः यः निमित्तरूपेण अन्तरङ्गशब्दे अङ्गम् इति निमित्तं सो निमित्तरूपेण अस्माभिः तत्र शब्दकृतनिमित्तं स्वीकरणीयं वा अर्थकृतनिमित्तं स्वीकरणीयं वा संज्ञाकृतनिमित्तं स्वीकरणीयम् अतः अस्य विषये किञ्चित् तत्र अस्माभिः पूर्वस्मिन् पठितं पूर्वस्मिन् वर्गे पठितं सो तत्र मुख्य यः चर्चा अस्ति व्याकरणशास्त्रं शब्दशास्त्रम् अतः तस्मिन् शास्त्रे शब्दस्य एव प्राधान्यम् अस्ति अर्थस्य प्राधान्यं तत्र नास्ति व्याकरणशास्त्रे अतः यः भाष्यकारः अस्ति अपि च ये नव वैयाकरणाः सन्ति यथा नागेश भट्ट अस्ति तेन मतेन अपि तत्र शब्दकृतनिमित्तम् एव अस्माभिः निमित्तरूपेण स्वीकरणीयं, न तु अर्थकृतनिमित्तम् अथवा संज्ञाकृतनिमित्तम्। पूर्वस्मिन् वर्गे अस्माभिः तत्र इको एनर्जि इत्यस्य विषये तत्र दृष्टं संज्ञाकृतनिमित्तम् इत्युक्ते किम् इत्युक्ते वन्विषे इकः स्थाने यनादेशः भवति तत्र निमित्तम् अस्ति अचि इति निमित्तम्। सो अच् इति अनुपूर्वी नास्ति इत्युक्ते अकारः चकारः इकारः कोऽपि शब्दः नास्ति, अच् इति संज्ञा अस्ति, अच् इति प्रत्याहारः, प्रत्याहारः अपि विशिष्ट आदिरन्तेन सहिता इति सूत्रेण प्रत्याहारस्य संज्ञा कृतम् अस्ति। सो अच् अपि संज्ञा अस्ति, अच् इति अनेन तत्र स्वराणां ग्रहणं भवति। वन् सेकेण्ड्, सूत्रे यदा अचि लिखितमस्ति तत्तु संज्ञा अचि इति संज्ञापदमस्तम् तत्र ये अकारारभ्य औ पर्यन्तं ये वर्णाः तत्र येषां वर्णानां ग्रहणम् अस्ति ते सर्वे सङ्घी इत्युक्ते अच् इति संज्ञा अस्ति, सङ्घी आधारीकृत्य तत्र संज्ञा दत्तम् अस्ति। सो तत्र अच् इति कोऽपि पदार्थः नास्ति, अच् इति तत्र संज्ञा अस्ति, तस्मिन् सङ्घी वर्तते। अतः तत्र तत्र अस्माभिः दृष्टं यथा अत्र लिखितमस्ति सूत्रेषु सप्तम्यन्ततया अथवा पञ्चम्यन्ततया वाया निमित्ततया गृह्यते स च शब्दः न तु संज्ञा वा अर्थः वा इति अस्य उदाहरणं संज्ञा इत्यस्य उदाहरणं दृष्टम्। आच् इति संज्ञा अस्ति, कोऽपि पदार्थः नास्ति, यथा सुपि वदामः सुपि च इति सूत्रेण सुप् इति प्रत्याहारः, तस्मिन् सुप्रत्याहारे एकविंशति प्रत्ययः उक्तमस्ति। सो ते प्रत्ययः सङ्घी भवति सुप् इति संज्ञा अस्ति, सो सुप् अपि प्रत्याहारः, तत्र प्रत्ययानां ग्रहणं भवति। परन्तु आच् इति प्रत्याहारे तत्र वर्णानां ग्रहणम् अस्ति, अतः तत्र सो संज्ञा इति शब्दः नास्ति, संज्ञा अर्थः अपि नास्ति, संज्ञा इति तत्र सङ्घी अपेक्षिते, तत्र केचन पदार्थाः सन्ति येषां ग्रहणं तत्र भवति। एतत् परिच्छेदं पठितं वा न पठितम्? इको एनचि इत्यस्य दृष्टान्तविषये पठितं महोदय। इदानीं तत्र संज्ञा अत्र पठनीयं वा? अस्तु अस्तु संज्ञा अस्ति, तस्य अन्तर्भूतः किं किम् अस्ति? ते सङ्घी अस्ति वा? ते सङ्घी सन्ति, आम् सङ्घी अपेक्षिता अस्ति, तत्र उद्देशविधेयभावः अस्ति। इत्युक्ते संज्ञा इत्युक्ते यदा वयं संज्ञा वदामः वी आल्रेडि नो द सङ्घीस् बट् वी डोण्ट् नो द संज्ञा, देट् इस् वाट् उद्देशविधेयः भावः। सो उद्देश इत्युक्ते तत्र स्वराणां स्वरं स्वरा उद्दिश्य तत्र तत्र आच् इति संज्ञा भवति। सो अत्र इन्स्टेड् आफ् सेयिङ्ग् अ ई उ एते परे कार्यं भवति, लाघवार्थं महर्षिः किं वदति, अचि परे कार्यमस्ति। सो अचि मध्ये तत्र स्वराः सन्ति, सो ते सर्वे सङ्घी, अच् इति संज्ञा अस्ति। सो वेनेवर् संज्ञा इस् डन् वी आल्रेडि नो द सङ्घीस् बट् तम् उद्दिश्य इत्युक्ते सङ्घी उद्दिश्य तत्र संज्ञा भवति, नामकरणं भवति। वेन् वी हेव् तिंशित् सार्वधातुकं वी आल्रेडि नो तत्र तिङ् इति किं षित् इति किं वयं तत्र जानीमः। सो तिंशित् आधारीकृत्य तिंशित् उद्दिश्य तत्र सार्वधातुक् इति संज्ञा भवति। सो सार्वधातुक् वी आल्रेडि नो द सङ्घीस् बट् लाघवार्थं महर्षिः किं करोति, सः किमपि विशेष तत्र संज्ञा तेषां कृते करोति. अतः तत्र सङ्घी अपेक्ष्य तत्र संज्ञा भवति. सो अत्र अपि अच् सूप् इति संज्ञा अस्ति, सूप् इति प्रत्याहारः, प्रत्याहारः अपि संज्ञा. तस्मिन् एकविंशति सुप्रत्ययानां ग्रहणं भवति. सो सुप् अपि संज्ञा अस्ति, संज्ञा कृतनिमित्तम् अस्ति, संज्ञा आधारीकृत्य तत्र निमित्तम् उक्तम् अस्ति सूत्रे इति. तत्र दिस् इस् जस्ट् एन् उदाहरण आफ् संज्ञाकृतनिमित्तम् इत्युक्ते किं निमित्तम् अस्ति. शब्दरूपेण इत्युक्ते अकार इकार इति तत्र निमित्तरूपं, तत्र शब्दरूपेण निमित्तम् अस्ति, परन्तु सङ्घी आधारीकृत्य, संज्ञा आधारीकृत्य तत्र निमित्तम् उक्तम् अस्ति सूत्रे, सूत्रेषु इति. तत्र संज्ञाकृतनिमित्तं संज्ञा अस्ति, तस्मिन् केचन ये पदार्थाः सन्ति ये सूत्रस्य कृते निमित्तानि भवितुम् अर्हन्ति, अतः तदस्ति संज्ञाकृतनिमित्तं. तादृशनिमित्तं सूत्रे उक्तमस्ति यत्र संज्ञा उक्तमस्ति इति. तत्र संज्ञा इत्यस्य उदाहरणम् इकोयनचि इति सूत्रे. इदानीं तत्र अर्थस्य अर्थकृतनिमित्तम् इत्युक्ते किं, तस्य विषये तत्र उदाहरणं दत्तमस्ति. अस्तु अग्रे पठामः. प्रतिध्वनिः श्रूयते. अस्तु चेतना भगिनी अत्र एतत् आरम्भं करोतु. संज्ञा इत्यस्य उदाहरणं दृष्टम्. अधुना अर्थस्य स्त्रीलिङ्गे त्रिशब्दः योग आम् प्रत्ययः तिसृणाम् त्रिचतुरोस्त्रियाम् तिसृचतसृ 7 to 99 इत्यनेन स्त्रियां त्रिस्थाने तिसृ चतुर्स्थाने चतसृ विभक्तिसंज्ञकप्रत्यये परे ह्रस्वनद्यापो नुट् 7154 इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः. तदा नामी 643 इत्यनेन अजन्ताङ्गस्य दीर्घः भवति नामी परे. रामाणाम् न तिसृचतसृः 644 इत्यनेन तिसृचतसृ इत्यनयोः नामी दीर्घो न भवति. न तिसृतसचतसृ 644 इति सूत्रं नामी 643 इत्यस्य बाधकसूत्रम्. त्रियोगः आम् इति स्थितौ तेस्त्रयः 7153 इत्यनेन त्रयादेशः त्रिचतुरोस्त्रियां तिसृचतसृ 7 to 99 इत्यनेन तिसृ आदेशः द्वयोः प्रसक्तिः. त्रयः 7153 इत्यनेन त्रिस्थाने त्रयादेशो भवति आम् प्रत्यये परे. त्रिचतुरोस्त्रियां तिसृचतसृ 7 to 99 इत्यनेन स्त्रियां त्रिस्थाने तिसृ आदेशः विभक्तिसंज्ञकप्रत्यये परे. द्वयोः अन्यत्र लब्धावकाशो वर्तते, अतः परत्वात् तिसृ आदेशस्य प्राप्तिः. अत्र ह्रस्वनद्यापो नुट् 7154 इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नट् आगमः तिसृयोगनाम् तदा नामी इत्यनेन आदिष्टस्य दीर्घत्वनिषिध्यते न तिसृच तसृ 644 इत्यनेन तिसृणाम् इति रूपम् न अवगतं महोदय अत्र केचन सूत्राणि सन्ति अतः तत्र अवगमनस्य किञ्चित् क्लेशः अस्ति परन्तु सरलम् अस्ति सो डोण्ट् बि कन्फ्यूस्ड् इट् इस् ईज़ी बट् क्रमेण गच्छामः चेत् तत्र किमपि काठिन्यं नास्ति भगिनि सो अत्र इदानीं तत्र स्त्री अर्थस्य अर्थकृतनिमित्तम् इत्युक्ते किं तस्य विषये तत्र अत्र उदाहरणमस्ति संज्ञाकृतनिमित्तम् अस्माभिः दृष्टं सो निमित्तम् इत्युक्ते संज्ञाकृतनिमित्तं वा अर्थकृतनिमित्तं वा आर् शब्दकृतनिमित्तं वा सो संज्ञाकृतनिमित्तम् अस्माभिः दृष्टं संज्ञाकृतनिमित्तम् इत्युक्ते कीदृशं निमित्तम् अस्ति संज्ञाकृतनिमित्तम् इदानीं तत्र अर्थकृतनिमित्तं यत्र अर्थस्य ग्रहणं भवति सो तस्य विषये तत्र अत्र उदाहरणम् अस्ति त्रि इति शब्दः त्रि इति तत्र शब्दः अस्ति इत्युक्ते प्रातिपदिकम् अस्ति एकं द्वे त्रीणि इति यः शब्दः सः त्रिशब्दात् तत्र उत्पद्यते त्रि इति शब्दः तस्मात् अनन्तरम् आम् प्रत्ययः आम् इति षष्ठी बहुवचन प्रत्ययः सु औजस् अमोट्षस् इति तत्र एकविंशति सुब् प्रत्ययेषु तत्र आम् इति अन्यतमः अस्ति वन् आफ् द सुप् प्रत्ययस् इस् आम् प्रत्ययः विच् इस् षष्ठी बहुवचन प्रत्ययः सो यदा अस्माकं विवक्षा त्रिशब्दस्य कृते आम् इति प्रत्ययः योजयामः चेत् तत्र कीदृश रूपं निष्पद्यते तत्र कीदृशपदं निष्पद्यते इति अस्माकं विवक्षा अस्ति सो त्रियोग आम् इति अस्माकं विवक्षा परन्तु अस्माकं विवक्षा त्रिशब्दात् स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गे बिकास् तत्र ये विशेषणशब्दाः विशेषणशब्दाः सन्ति अथवा ये सर्वनाम शब्दाः सन्ति तेषां त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति अतः त्रिशब्दस्य स्त्रीलिङ्गे षष्ठी बहुवचन प्रत्ययः योजयामः चेत् तत्र कीदृशरूपस्य निष्पत्तिः भवति इति अस्माकं विवक्षा अस्ति सो तत्र अन्ततो गत्वा यदा वयं सर्वं प्रक्रिया कुर्मः तत्र तिसृणाम् इति भवति तिसृणाम् इति अन्तिमं रूपम् अस्ति स्त्रीलिङ्गे तिसृणाम् इति भवति इदानीं तत्र प्रक्रियाविषये चिन्तनं कुर्मः सो त्रियोग आम् इति स्थितिः अस्ति प्रथमे वदति अत्र त्रियोग आम् इति स्थित्यां तत्र प्रथमसूत्रस्य यः प्रसक्तिः अस्ति सः अस्ति त्रिचतुरोः स्त्रियां तिस्रचतस्र अनेन सूत्रेण किं भवति अत्र स्त्रियाम् इति पदम् अस्ति सो स्त्रियाम् इति अत्र सप्तमी अस्ति परन्तु अत्र विषयसप्तमी अस्ति स्त्रियां सो विषयसप्तमी अस्ति चेत् स्त्रियां विषये तत्र त्रिशब्दस्य तिस्र आदेशः करणीयं चतुर्शब्दस्य चतुर् इति अपि प्रातिपदिकम् अस्ति चतुर् रेफान्त् प्रातिपदिकम् अस्ति चतुर्शब्दस्य विषये चतस्र इति आदेशः इति सूत्रं वदति सो स्त्रियां त्रि इत्यस्य स्थाने तिस्र आदेशः चतुर् इत्यस्य स्थाने चतस्र आदेशः निमित्तं किम् अस्ति अत्र पूर्वसूत्रात् विभक्तिसंज्ञक प्रत्यये परे तस्य कः अर्थः भगिनि विभक्तिसंज्ञक प्रत्यये परे विभक्तिसंज्ञा इत्युक्ते सूत्रं किम् अस्ति विभक्तिसंज्ञक प्रत्यये तस्य सूत्रं किम् विभक्तिश्च सत्य विभक्तिश्च इति संज्ञासूत्रमस्ति तेन एव वयम् अवगच्छामः विभक्तिप्रत्यये के के सन्ति सो तत्र सुप् अपि च तिङ् इत्यस्य अनुवृत्तिः अस्ति सो सुप् प्रत्ययाः अपि विभक्तिसंज्ञकाः तिङ्प्रत्ययाः अपि विभक्तिसंज्ञकाः लोके तु वयं किं वदामः, केवलं सुप् प्रत्ययः एव विभक्ति वयं, परन्तु वयं जानीमः तिङ् प्रत्ययानां कृते अपि विभक्तिसंज्ञा अस्ति, बिकास् विभक्तौ तु स्मः इति सूत्रे वयं तत्र जानीमः, तत्र तिङ् प्रत्ययेषु अपि तु स्मः इति न भवन्ति. सो अनेन सूत्रेण कार्यं कदा भवति, यदा त्रि प्लस् कोऽपि विभक्तिप्रत्ययः अस्ति, बिकास् इट्स् एस् विभक्तिसंज्ञक् प्रत्ययपरे. सो विभक्तिसंज्ञक् प्रत्यय देर् आर् 21 विभक्तिसंज्ञक् प्रत्ययः यदा प्रातिपदिकस्य विषयः अस्ति. त्रि इति प्रातिपदिकं, चतुर् इति प्रातिपदिकं. सो तस्मिन् समये तु एकविंशति सुप्रत्ययाः सन्ति, तेषां विषयः एव अस्ति, बिकास् अत्र तिङ् न आगन्तुं शक्यते. सो तिङ् इति विषयः अत्र नास्ति. सो एतत् सूत्रं यत्किमपि विभक्तिसंज्ञक् प्रत्ययः अनन्तरं योजयामः, त्रि प्लस् किमपि विभक्तिप्रत्ययः, तत्र एतत् कार्यं भवेत् इति सूत्रं वदति. सो त्रि इति नित्यबहुवचनात् शब्दमस्ति, शब्दमस्ति. सिमिलर्ली चतुर् इति नित्यबहुवचनात् प्रातिपदिकमस्ति, केवलं बहुवचने एव तेषां रूपाणि भवन्ति. सो हियर् वी आर् लिमिटेड् टु ओन्ली द 7 प्रत्ययास्, बिकास् त्रि इत्यस्य एकवचनरूपं नास्ति, द्विवचनरूपं नास्ति, केवलं बहुवचनप्रत्ययानाम् एव विषयः अस्ति. इस् दिस् क्लियर्? सो इदानीं तत्र सो देर् आर् 7 विभक्तिप्रत्ययास्. वेन् वि विल् डु त्रियोग प्रथमा विभक्ति बहुवचनप्रत्ययः, त्रियोग दाट् प्रत्ययः, सु औजस् इति प्रत्ययः, सिमिलर्ली त्रियोग शस् प्रत्ययः, अम् ओट् शस् ताभ्यां बिस् इति प्रत्ययः. सो त्रियोग बिस् प्रत्ययः अस्ति. सो सर्वत्र किं भवति, अनेन सूत्रेण त्रि चतुरोस्त्रियां तिस्र चतस्र इति सूत्रेण तत्र त्रि अपगच्छति, तत्र तिस्र आदेशः भवति. सो इफ् यु सी द त्रि शब्दस्य शब्दचन्द्रिका अस्ति वा भगिनि? सो यदि वयं पश्यामः चेत् त्रि इत्यस्य तत्र स्त्रियां कीदृशरूपाणि भवन्ति इति तत्र पश्यामः चेत् तिस्रः, तिस्रः प्रथमविभक्ति एकवचनरूपम् अस्ति, तिस्रः. अत्र रेफस्य ऋकारस्य अत्र रेफः भवति, मे बि सम् सूत्रम् आधारीकृत्य. देन् तिसृभिः, तिसृभ्यः, तिसृभ्यः, तिसॄणां यदा अत्र अस्ति षष्ठी बहुवचन, एण्ड् तिसृषु, तिसृषु इति सप्तमी बहुवचन. सो त्रि इत्यस्य स्त्रियां विवक्षा अस्ति चेत् तत्र सर्वत्र सर्वेषु विभक्तिसंज्ञक् प्रत्ययपरेषु तत्र त्रि स्थाने तिस्र आदेशः भवति. वी डोण्ट् हियर् त्रि एनिवेयर्, वी एव्रिवेयर् वी हियर् तिस्र, तिस्र, तिस्र इति, बिकास् एतत् सूत्रं वदति स्त्रियां त्रि स्थाने विभक्तिसंज्ञक् प्रत्ययपरे तिस्र आदेशः करोतु इति सूत्रं वदति. सर्वत्र एतत् विभक्ति, यत्किमपि विभक्तिप्रत्ययः त्रि प्लस् कुर्मः चेत् तत् प्रथमा विभक्तिः अस्ति वा द्वितीया विभक्तिप्रत्ययः, तृतीया विभक्तिप्रत्ययः, सर्वत्र अनेन सूत्रेण कार्यं तत्र भवति. अतः रूपे अपि तत्र तिसृ तिसृ इति श्रूयते, यथा अत्र अत्रापि त्रिस्थाने तिस्र आदेशः एव श्रूयते. अनन्तरम् आम् इति प्रत्ययः तत्र तत्र तस्य अंशः अपि श्रूयते, तिसृणाम् इति रूपम् अस्ति इति एतत् एतावत् पर्यन्तम्. अनन्तरं तत्र प्रत्ययः आम् अस्ति, परन्तु रूपेषु रामाणां वृक्षाणां तत्र किं श्रूयते, अत्रापि तिसृणाम्, अत्र नकारः अपि कुत्रचित् श्रूयते, नकारः बहुत्र श्रूयते. सो नकारः कुतः आयाति, प्रत्ययः तु आम् अस्ति, नकारः कुतः आयाति, तत्र सूत्रमस्ति ह्रस्वनध्यापो नुट् इति सूत्रम्. अनेन सूत्रेण ह्रस्वात् प्रातिपदिकात्, ह्रस्वप्रातिपदिकमस्ति, यथा राम, राम इति अन्ते ह्रस्वस्वरः अस्ति. सो ह्रस्वप्रातिपदिकस्य अनन्तरम् आम प्रत्ययपरे अत्र अस्मिन् सूत्रे ह्रस्वनध्यापो नुट् इति सूत्रे आम् इति केवलम् आम् प्रत्ययपरे एव नुटागमः उक्तमस्ति, कोऽपि अन्यप्रत्ययपरे नुटागमः न भवति. सो यदि अत्र पश्यामः स्क्रीन् दृश्यते वा? आम् महोदय, आम् महोदय. अत्र ह्रस्वनध्यापनुट् इति सूत्रे आमि इति अनुवर्तते, आमि इति पदं पूर्वसूत्रात् अनुवर्तते. आमि इति सप्तम्यन्तं पदमस्ति, आमि इत्यनेन आम् प्रत्ययः स्वीकृतमस्ति. सो आम प्रत्ययपरे एव नुटागम, केवलम् एकमेव प्रत्ययस्य अत्र निमित्तरूपेण ग्रहणमस्ति. सो ह्रस्वप्रातिपदिकमस्ति अथवा नदीसंज्ञकप्रातिकम् अस्ति अथवा कोऽपि आबन्त अस्ति, आप् टाप् चाप् अन्ते यस्य स्वरस्य अस्ति तादृशप्रातिपदिकम् अस्ति चेत् तस्य प्लस् आम् प्रत्ययः अस्ति चेत् तत्र आमि परे तस्य नुटागमः भवति, प्रत्ययस्य नुटागमः भवति, आम् इत्यस्य नुटागमः अस्ति. बिकास् एतत् पञ्चमी अस्ति तो तस्य परे यः आम् प्रत्ययः तस्य नुटागमः भवति. अत्र लिखितमस्ति ह्रस्वन्तात् नदीसंज्ञकात् आबन्तात् परस्य आम् प्रत्ययस्य नुटागमः भवति. टित् अस्ति चेत् आदौ भवति, अतः इट् बिकम्स् नाम्, नौ इट् बिकम्स् नाम्. अवगतं वा भगिनि? अनेन सूत्रेण केवलं नुटागमः उक्तमस्ति. कस्य कृते नुटागमः? आम् प्रत्ययस्य नुटागमः. कदा कदा आम् प्रत्ययस्य नुटागमः भवति? यदा ह्रस्वस्वरः अस्ति अथवा कोऽपि नदी इति संज्ञा अस्ति, व्याकरणशास्त्रे नदी इति संज्ञा अस्ति. अपि च आबन्ताः वयं जानीमः, टाप् चाप् डाप् इति ते प्रत्ययाः सन्ति, स्त्रीप्रत्ययाः. यस्य प्रातिपदिकस्य अनन्तरं तादृशप्रत्ययः अस्ति तादृश अङ्गस्य परे अपि आम् प्रत्ययस्य नुटागमः अनेन सूत्रेण भवति. सो इदानीं तत्र आम् बिकम्स् नाम् यदा तत्र अत्र अपि त्री इति ह्रस्व प्रातिपदिकम् अस्ति, त्रि ह्रस्व इकारः अन्ते अस्ति इति एतत् सूत्रं वदति. सो अनेन सूत्रेण नुटाग आम् प्रत्ययस्य नुटागमः उक्तमस्ति यदा तत्र आम् प्रत्ययस्य पूर्वे कोऽपि ह्रस्वान्ताङ्गमस्ति, ह्रस्वस्वरः विद्यते. अस्माकं विषये तु अत्र ह्रस्वस्वरः एव, बिकास् त्रि इति शब्दे तत्र अन्ते ह्रस्वस्वरः वर्तते. अतः अत्र ह्रस्वनध्यापनुट् इति सूत्रस्य अपि प्रसक्तिः अस्ति. सो इदानीं तत्र नुटागमः भवति, आम् बिकम्स् नाम्. तदा एकम् अन्यत् सूत्रस्य प्रसक्तिः भवति, तदा नामी इत्यनेन अजन्त अङ्गस्य दीर्घ भवति, यथा वी हेव् राम् प्लस् नाम् इट् बिकम्स् रामानाम्, इज़न्ट् इट्, वृक्षाणाम्. सो तत्र यः अदन्ताङ्गम् अस्ति, राम इति अन्ते यः अकारः अस्ति, नामी इति सूत्रेण नामी, नौ वी हेव् नामी. सो तादृश आम् प्रत्ययः यस्य नुटागमः अभवत्, सो तादृशप्रत्ययपरे ह्रस्व अङ्गस्य दीर्घादेशः अनेन सूत्रेण भवति. 643 इति सूत्रेण किं कार्यम् अस्ति? नामी प्रत्ययपरे इत्युक्ते नुटागम हेज़् आल्रेडी हेपन्, नामी इति केवलं सप्तम्यन्तं पदमस्ति, केवलं निमित्तम् उक्तमस्ति. सो नामी परे किं भवति? ह्रस्वात् अजन्ताङ्गस्य दीर्घः भवति. सो अजन्ताङ्गस्य दीर्घः भवति इत्युक्ते वेन् इट् इस् ह्रस्व देन् ओन्ली दिस् सूत्र विल् डु कार्य. वेन् इट् इस् आल्रेडी दीर्घ, तत्र दीर्घादेशः करणस्य कोऽपि तत्र प्रयोजनमेव नास्ति. यद्यपि अत्र उक्तमस्ति अजन्त अङ्गस्य दीर्घः भवति, इत्युक्ते यदा सः अजन्ताङ्गं ह्रस्व अजन्ताङ्गम् अस्ति तदा एव तस्य दीर्घादेशः भवति, यथा राम् अस्ति, त्रिशब्दः अस्ति. सो अत्र एतत् सूत्रं सुनामि इति सूत्रं. सो नामि सूत्रं किं वदति? अजन्ताङ्गस्य नामि प्रत्ययपरे दीर्घादेशः भवति. सो इट् बिकम्स् रामाणाम्. उदाहरणमपि अत्र दत्तमस्ति, रामाणाम् इति उदाहरणम् अस्ति. अनेन सूत्रेण एव रामाणाम् इति भवति. नत्वमपि अस्ति, तस्य तत्तु भिन्नविषयः. परन्तु यः राम अनन्तरम् आद् श्रूयते अनेन सूत्रेण, नामी इति सूत्रेण भवति. अनन्तरम् एकम् अन्यत् सूत्रमस्ति. एतत् सूत्रम् अवगतं वा भगिनी? एतत् नामी रस्व नद्यापनुट् इति सर्वम् अवगतं वा? अवगतं महोदय. अस्तु, इदानीं तत्र सूत्रमस्ति ना तिस्रचतस्र इति बाधकसूत्रं. कस्य बाधकसूत्रमस्ति? अपवाद् इत्युक्ते अपवादसूत्रं निषेधकसूत्रमस्ति. कस्य निषेधः करोति? यः पूर्वे सूत्रे 644 इति अत्र पश्यतु भगिनि सूत्रसङ्ख्या, नामी इति सूत्रस्य 643 इति सूत्रं साक्षात् अनन्तरं वदति न तिस्र चतस्र. 644 निषेधः अस्ति, कार्यस्य निषेधः. कीदृशकार्यस्य? पूर्वसूत्रे यत् कार्यम् उक्तम् अस्ति तस्य निषेधः अस्ति अनन्तरं, साक्षात् अनन्तरम्. इत्युक्ते तिस्र इति कीदृश अङ्गम्? अजन्ताङ्गम्. अन्ते कीदृशस्वरः? ऋकारः. ऋकारः कीदृशम् अस्ति? ह्रस्वऋकारः अस्ति. सिमिलर्लि यदा चतुर्स्थाने चतस्र इति आदेशः भवति तदपि अजन्ताङ्गं भवति, तदपि ह्रस्वस्वरान्त अङ्गं भवति. सो वेनेवर् तत्र नामी प्रत्ययपरे तत्र आम् इति प्रत्ययस्य नुटागमः भवति एण्ड् तिस्र आदेशः अपि उक्तमस्ति, चतुस्र आदेशः अपि उक्तमस्ति, तदा किं भवति? दीर्घ आदेशस्य निषेधः अनेन सूत्रेण कृतम् अस्ति. सो न तिस्र चतुस्र इत्यनेन नामी इति सूत्रेण यत् कार्यम् उक्तमस्ति, दीर्घ आदेशः उक्तमस्ति, तस्य कृते निषेधः अस्ति. सो निषेधः कदा अस्ति? केवलं तिस्रविषये निषेधः, चतुस्रविषये निषेधः. पूर्वे उक्तं सर्वेषाम् अजन्त अङ्गस्य दीर्घा भवति नामी प्रत्ययपरे. इदानीं वदति न तिस्र चतुस्र, वदति तिस्रविषये दीर्घ न करणीयं, चतुस्रविषये दीर्घादेशः न करणीयं, नामी इति अनुवर्तते. सो नामी प्रत्ययपरे तिस्र इत्यस्य यः ह्रस्व अजन्त अङ्गम् अस्ति तस्य दीर्घादेशः न भवति. अतः अत्र किम्? अत्र तिसृणाम् इति एव अस्ति, दीर्घरुकारः नास्ति. वेन् वि सी द पितृशब्दः अथवा मातृशब्दः तत्र भवति कार्यं. सो इट् इस् आल्वेज् षष्ठी बहुवचन एण्ड् द द्वितीयविभक्ति बहुवचन प्रत्ययः, तत्र ह्रस्वस्वरस्य दीर्घादेशः भवति. तत्र पितॄणाम् इति भवति रूपं, मातॄणाम् इति भवति, तत्र दीर्घरुकारः श्रूयते. परन्तु न तिस्र चतुस्र इति सूत्रे तिस्र चतुस्र विषये दीर्घादेशस्य निषेधः उक्तमस्ति अनेन सूत्रेण, न तिस्र चतस्र. अवगतं वा तावत् भगिनि? सो अत्र किम् अनन्तरं किं लिखितमस्ति? न तिस्र चतस्र इति सूत्रं नामी इत्यस्य बाधकसूत्रमस्ति, कार्यस्य बाधा करोति केवलं तिस्रविषये चतस्रविषये. Because these tours are also ajantangam, rasva ajantangam asti. Tesham vishaye api karyam bhavet. Parantu karyasya nishedaha uktam asti vishesha sutrena. So etat sutram asti na tishra tyatasra. So these are all the sutras. Idanim tri yoga aam iti sthitihi asti. Tri yoga aam. So atra tri yoga aam iti sthitau. त्रयस्त्रयः इत्यनेन त्रयादेशः अपि उक्तमस्ति. नौ लेट् अस् सी वाट् इस् दिस् त्रयस्त्रयः. सो आल् द अदर् सूत्रास् वी हेव् सीन्, नौ ओन्लि त्रयस्त्रयः नास्ति त्रेयस्त्रयः त्रेयस्त्रयः इति सूत्रं किं वदति पठसि अत्र अपि उक्तमस्ति इत्यनेन त्रयादेशः त्रि इत्यस्य स्थाने अत्र केवलं त्रिविषयः अस्ति त्रि इति इकारान्त शब्दः तस्य षष्ठी एकवचनरूपं किं यथा हरि शब्दः हरेः इति अस्ति अत्र विसर्गस्य सकारः श्रूयते सो प्रातिपदिकम् अस्ति त्रि इति प्रातिपदिकम् त्रि इति प्रातिपदिकस्य स्थाने त्रयादेशः त्रयः इति प्रथमान्तम् अस्ति इति आदेशः भवति सो सूत्रं किं वदति त्रि स्थाने त्रयादेश त्रय इति आदेशः त्रयादेशो भवति कदा अत्रापि आम् प्रत्यये परे सो त्रि स्थाने त्रयादेशः भवति आम् प्रत्यये परे इति त्रयस्त्रयः इति सूत्रं वदति त्रयः त्रे इति त्रि इत्यस्य षष्ठी एकवचन इत्युक्ते स्थानी अस्ति त्रयः इति प्रथमान्तम् अस्ति सो अनुवृत्तिः अस्ति आत् संख्यायाम् बहुव्रीहि अशीति उत्तरपदे त्रिशब्दस्य संख्याशब्दे परे त्रयस् आदेशः भवति परन्तु अशीतिः शब्दस्य विषये तथा च बहुभिः भिन्न कोऽपि सूत्रमस्ति वा 7450 आम् एतत् तु भिन्नसूत्रमस्ति अत्र सूत्रद्वयं समानरूपेण अस्ति अत्र 6347 इस् नाट् अण्डर् द अङ्गस्य अधिकारे नास्ति वी आर् डिस्कसिङ्ग् 7153 दिस् सूत्र दिस् इस् द सूत्र त्रयस्त्रयः त्रयस्त्रयः इति सूत्रं तत्र पूर्वसूत्रात् आमि इति पदस्य अनुवृत्तिः अस्ति अङ्गस्य अधिकारः अपि अस्ति सो त्रेः अङ्गस्य आमि त्रयः इति तत्र सूत्रस्य अर्थः सो त्रिशब्दस्य अङ्गस्य आम् प्रत्यये परे त्रयादेशः भवति सो इफ् यु सी इफ् यु सी यु डोण्ट् हेव् द पुस्तक् न पुंसि पुल्लिङ्गे यदा तत्र त्रिशब्दस्य षष्ठीबहुवचनरूपं पश्यामः चेत् इट् इस् त्रयाणां तत्र त्रय इति आदेशः त्रिस्थाने त्रय इति आदेशः श्रूयते त्रयाणां नपुंसकलिङ्गे अपि समानरूपम् अस्ति त्रयाणां त्रयाणाम् इति भवति दीर्घादेशः अपि भवति नुटागमः अपि श्रूयते बिकास् अजन्तमङ्गमस्ति दीर्घ भवति अपि च ह्रस्वनध्यापो नुट् इत्यनेन ह्रस्व अङ्गमस्ति त्रय इति अन्ते अपि अकारः वर्तते ह्रस्व अकारः अतः नुटागमः अपि भवति दीर्घादेशः अपि भवति अन्ततो गत्वा पुल्लिङ्गे नपुंसकलिङ्गे तत्र आम् प्रत्यपरे रूपं किम् अस्ति त्रयाणाम् इति रूपं बिकास् त्रि इत्यस्य स्थाने अन्यत्र सर्वत्र त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः त्रिषु इति त्रि एव श्रूयते परन्तु यदा आम् प्रत्ययस्य विषयः अस्ति तत्र रूपम् अस्ति त्रयाणां नपुंसकलिङ्गे पुल्लिङ्गे इति एतत् सूत्रं वदति अवगतं वा भगिनी एतत् सूत्रं सर्वैः अवगतं वा त्रयस्त्रयः सो त्रयस्त्रयः इति सूत्रेण त्रि इत्यस्य प्रातिपदिकस्य त्रयादेशः भवति कदा भवति आमि प्रत्यये परे एव यदा आम् प्रत्ययस्य विवक्षा अस्ति तदा एव त्रिस्थाने त्रयादेशः भवति सो अत्रापि केवलम् आम् इति प्रसङ्गः आम् विषये एव एतत् सूत्रं कार्यं करोति परन्तु अत्र पश्यतु अत्र कुत्रापि न उक्तमस्ति स्त्रीलिङ्गे वा पुल्लिङ्गे वा नपुंसकलिङ्गे अत्र लिङ्गस्य उल्लेखः नास्ति अत्र केवलं सूत्रं वदति त्रिस्थाने त्रय कदा आमि प्रत्ययपरे. सो यदा स्त्रीलिङ्गस्य विवक्षा अस्ति तत्रापि सूत्रस्य प्रसङ्गः अस्ति. प्राप्तिः भवति वा न भवति तद् अस्माभिः द्रष्टव्यं, परन्तु प्रसङ्गः तु अस्ति. अतः सो नौ वी हाव् त्रियोग आम् इति स्थिति. सो अस्मिन् सोपाने त्रियोग आम् इति स्थितौ त्रयस्त्रयः इति सूत्रस्य प्रसङ्गः, अपि च त्रिचतरो स्त्रियां तिस्रचतस्र इत्यस्य प्रसङ्गः, बिकास् अस्माकं विवक्षा स्त्रियाम् अस्ति. स्त्रीलिङ्गे त्रिशब्दस्य अनन्तरम् आं योजयामः चेत् तत्र कीदृशरूपस्य निष्पत्तिः भवति इति अस्माकं विवक्षा. अस्माकं विवक्षा पुल्लिङ्गे नपुंसकलिङ्गे नास्ति, अतः एतस्य सूत्रस्य अपि प्रसङ्गः अस्ति. त्रिचतुरो स्त्रियां तिस्रचतस्र इत्यनेन तिस्रादेशः द्वयोः प्रसक्तिः. सो द्वयोः सूत्रयोः एकत्र प्रसक्तिः अस्ति. Isn't it? Now what we will do? We will go to the Balabal Chintanam. Asmabhi tatra Balabal Chintanam. Kim sutram, kasya sutra se adhik balam asti. Kaha sutra ha prathme pravartate. Ite tatra drishtavya. So treyas treyaha iti sutra se krite bahutra labda avakasha asti. Ityukta pullinge asti labda avakasha. Napumsak linge swatantrataya tatra labda avakasha asti. सिमिलर्ली त्रिचतुरो स्त्रियां तिस्रचतुस्री इत्यस्य कृते अपि अन्यत्र लब्धावकाशः अस्ति. कथमस्ति एतस्य सूत्रस्य कृते अन्यत्र लब्धावकाशः भगिनी, वदतु एकवारम्. आं विहाय अन्यत्र कुत्र एतस्य सूत्रस्य प्रसक्तिः? आं विहाय त्रिचतुरो स्त्रियां चतुस्र प्रथमे वदतु. अनेन सूत्रेण किं कार्यं, सूत्रम् एकवारं वदतु, सूत्रेण किं कार्यमस्ति? त्रिचतुरो स्त्रियां तिस्रचतुस्र अस्माकं विवक्षा स्त्रीलिङ्गे अस्ति चेत् सत्यं सत्यं, स्त्रियां विवक्षा अस्ति चेत् आं सत्यं, त्रिस्थाने तिस्र आदेशः भवति आं परे. न न, देट् इस् वै ऐ आस्क् यू. त्रिचतुरो स्त्रियां तिस्रचतुस्र इति सूत्रस्य कृते आम् इति निमित्तं नास्ति, विभक्तिसंज्ञक प्रत्यये परे. आमामाम्, आम् अस्ति चेत् तदा तु अन्यत्र कुत्रापि लब्धावकाशः न भवति, बिकास् इट् सेस् विभक्तिसंज्ञक प्रत्यये परे. सो किमपि विभक्तिसंज्ञक प्रत्ययः परे अस्ति एण्ड् वी आर् आल् अगेन् लिमिटेड् टु ओन्ली द बहुवचन प्रत्ययः, बिकास् त्रि इति नित्य बहुवचन प्रत्ययः, चतुर् इति नित्य बहुवचन प्रत्ययः, सोरि शब्दः. अतः केवलं बहुवचन प्रत्ययानां विवक्षायाम् एव तत्र तिस्र नो चेत् चतुस्र आदेशः भवति. सो एतस्य सूत्रस्य कृते आम् इति केवलम् आम् इति निमित्तं नास्ति, कोऽपि विभक्तिसंज्ञकप्रत्यये परे इति निमित्तम् अस्ति. अतः वेदर् इट् इस् जस् शस् तत्रापि एतस्य प्रसङ्गः अस्ति, परन्तु स्त्रियाम् एव, केवलं स्त्रियाम् अस्ति, स्त्रीलिङ्गे एव. अतः त्रिचतुरो त्रियोग आं विहाय, त्रियोगाम् इति स्थिति विहाय त्रिचतुरो स्त्रियां तिस्रचतुस्र सूत्रस्य कृते अपि अन्यत्र लब्धावकाशः अस्ति. Isn't it? अन्यत्र अस्ति लब्धावकाशः. त्रयस्त्रयः इत्यस्य कृते अपि अन्यत्र लब्धावकाशः अस्ति, पुल्लिङ्गे यथा पुल्लिङ्गविवक्षा अस्ति तत्र आम् प्रत्ययपरे त्रयादेशः भवति, नपुंसकलिङ्गे आम् प्रत्ययपरे त्रयादेशः भवति, त्रयाणाम् इति रूपम् अस्ति. सो द्वयोः कृते अन्यत्र लब्धावकाशः वर्तते. इदानीम् एकत्र प्राप्तिः अस्ति, अतः द्वयोः मध्ये किमस्ति? सङ्घर्षः. सङ्घर्षः तु सर्वत्र भवति, तुल्यबलविरोधः विप्रतिषेधः कीदृशप्रतिषेधः विप्रतिषेधः तुल्यबलविरोधः अस्ति. सङ्घर्षः तु सर्वत्र भवति. उत्सर्ग अपवाद मध्ये अपि सङ्घर्षः अस्ति, परन्तु अत्र तुल्यबलः, अत्र तुल्यबलविरोधः अस्ति इत्युक्ते विप्रतिषेधः अस्ति. तुल्यबल इत्युक्ते विप्रतिषेधः. सो विप्रतिषेधः अस्ति चेत् किं करणीयं? तत्र सूत्रमस्ति न, परिभाषासूत्रं विप्रतिषेधे परं कार्यं, सत्यं विप्रतिषेधे परं कार्यम् इति तस्य सूत्राधारीकृत्य किं सूत्रं परमस्ति? कः सूत्रं? परसूत्रम् इत्युक्ते त्रिचतुरस्त्रियां तिस्रचतुस्रि इति परे अस्ति, 7-2 अस्ति. एतत्तु 7-1 मध्ये अस्ति. द्वयोः मध्ये कः परसूत्रम् इति पश्यामः चेत्, सूत्रसङ्ख्याधारीकृत्य पश्यामः चेत् दिस् इस् द परसूत्रम्. त्रिचतुरस्त्रियां तिस्रचतुस्रि इस् द परसूत्रम्. अतः इत्यनेन तिस्र आदेशः द्वयोः प्रसक्तिः. कुत्र लिखितमस्ति? तिस्र आदेशः द्वयोः प्रसक्तिः कुत्रापि लिखितमस्ति न? कुत्र इत्यनेन त्रयस्त्रयतने त्रियादेशः, इत्यनेन तिस्र आदेशः द्वयोः, अत्र अत्र अस्मिन् द्वयोः, अत्र पश्यतु भगिनि किं लिखितमस्ति, अत्र पठतु एकवारं. द्वयोः द्वयोः अन्यत्र लब्धावकाशो वर्तते, अतः परस्त्वात् तिस्र आदेशस्य परत्वात् तिस्र आदेशस्य प्राप्तिः. सो इफ् वि ओन्ली कन्सिडर् द विप्रतिषेध परत्वात्, परत्वात् अत्र तिस्र आदेशस्य प्राप्तिः भवति यदि वयं तावदेव चिन्तयामः. अनन्तरम् इदानीं पर्यन्तम् अवगतं वा न भगिनि? इदानीं किम् अस्ति एतत् परिच्छेदे? परन्तु त्रिचतुरस्त्रियां केवलं स्त्रीलिङ्गे विवक्षा एवम् आयाति खलु? अस्माकं विवक्षा स्त्रियाम् अस्ति न, अतः परन्तु त्रयस्त्रयः केवलं पुल्लिङ्गे अपि च नपुंसकलिङ्गे. केवलं कथं वदामः? केवलं सर्वत्र भवति इत्युक्ते अत्र किमपि न उक्तं न, नपुंसकलिङ्गे वा पुल्लिङ्गे वा स्त्रीलिङ्गे, यत् अत्र तु साक्षात् उक्तम् अस्ति स्त्रियां. सूत्रे अत्र किमपि न उक्तम् अस्ति न कस्मिन् विषये, कस्मिन् विवक्षायां. प्राप्ति पुल्लिङ्गे भवति, प्राप्ति नपुंसकलिङ्गे भवति, तत्तु भिन्नविषयः. बिकास् एतत् सूत्रम् आगत्य स्त्रियां तस्य बाधा करोति. परन्तु सूत्रं, केवलं सूत्रं पश्यामः चेत् तत्र तु किमपि न वदति न, सूत्रं किमपि न वदति स्त्रियां करणीयं वा पुल्लिङ्गे करणीयं वा नपुंसकलिङ्गे करणीयं. केवलं वदति त्रिस्थाने त्रयादेशः आम् प्रत्यये परे, तावदेव वदति. अतः अत्र अपि सूत्रम् आगत्य प्रसक्तः भवति. That is what, that is why every word, every pada in the sutra is important. So, asya sutrasya prasakti sarvatra asti. Yada ampri, tri plus am asti. Whether that is in pulling, striling or napum circling, sutrasya prasakti asti. Prapti bhavati va na bhavati iti anya vishayah. Parantu prasakti ta asti. Agri patatu idani? परत्वात् तिस्र आदेशस्य प्राप्तिः. अत्र ह्रस्वनद्यापो नुट् 7154 इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः सुतिस्रयोगनाम् तदा नामी इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते न तिस्र तस् चतुस् चतस्र 644 इत्यनेन. तिसृणाम् इति रूपम्. सो हियर् नौ तिस्र त्रिस्थाने स्त्रियां तिस्र आदेशः भवति. वाट् इस् द लाजिक्? परत्वात्, बिकास् द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः वर्तते, अतः तुल्यबलविरोधः अस्ति द्वयोः सूत्रयोः मध्ये, अतः परसूत्रमस्ति दिस् त्रिस्थाने तिस्र आदेशः भवति. तिस्र इति रस् अजन्ताङ्गम् अस्ति, आम् प्रत्ययः परे अस्ति, अतः ह्रस्वनद्यापु नुट् इति सूत्रेण आम् प्रत्ययस्य नुटागमः भवति. सो अन्ततो गत्वा नत्वं भूत्वा इट् बिकम्स् नाम्, बिकास् ऋकारस्य साक्षात् अनन्तरं नकारः वर्तते चेत् एण्ड् दिस् इस् द एकपदम् समानपदे अस्ति. तत्र केन सूत्रेण कार्यमस्ति भगिनि? अत्र तु नुटागमः अस्ति न, परन्तु न अत्र नकारस्य नत्वं केन सूत्रेण भवति? टित् अस्ति, अतः आद्यन्तौ टकितौ इति सूत्रेण आदौ भवति आगमः. सत्यं. सो इट् बिकम्स् नाम्. परन्तु मम प्रश्नः कः भगिनि, दन्त्यनकारस्य मूर्धन्य आदेशः केन सूत्रेण भवति? तदेव मम अट्कुप्वान् न. कथम् अत्र अत्र तु कोऽपि बाधा नास्ति, अत्र अव्यवहितरूपेण अस्ति, ऋकारस्य साक्षात् अनन्तरं नकारपदे. तत्र तु ऋकारः न उक्तं भगिनि, तत्र ऋकारः न उक्तमस्ति. रषाभ्याम् इति केवलं रेफः शकारः उक्तमस्ति. वार्तिकमस्ति न, अस्माभिः तत्र स्मर्तव्यं. रुवर्णात् इति तत्र वार्तिकं, वट् इस् द वार्तिकं? रुवर्णात् रुवर्णात् दिस् रषाभ्यां न नो नः, रुवर्णात् अपि नो नः भवति. रुवर्णात् नो नः भवति इति तत्र वार्तिकमस्ति. सो हियर् वार्तिकाधारेण कार्यं भवति. रुवर्णात् अट्कुप्वाङ् नुं व्यये अपि नो नः इति तत्र सम्पूर्णवार्तिकमस्ति. तत्रापि रुवर्णस्य अनन्तरं यदि दिस् अट् कु पु इति दिस् बाधा अस्ति चेत् तत्रापि कार्यं भवति. केवलं रुवर्णस्य साक्षात् अनन्तरम् अस्ति चेत् तत्रापि भवति. सो अत्र वार्तिकाधारीकृत्य इति नत्वं भवति, न तु सूत्राधारीकृत्य, बिकास् रु इति स्वरः अस्ति. सो इदानीं तत्र तिसृणाम् इति तिसृ प्लस् नाम भवति. इदानीं तत्र अत्र दीर्घ आदेशस्य निषेधः अस्ति केन सूत्रेण भगिनि? दीर्घादेशः भवेत् नमीतनेन दीर्घादेशः भवेत्, परन्तु साक्षात् अनन्तरम् अस्ति न तिसृ चतसृ, निषेधः अस्ति. सो दीर्घ आदेशस्य अत्र अस्मिन् विषये तिसृ विषये निषेधः उक्तमस्ति. साक्षात् सूत्रे तिसृ इति उक्तमस्ति, न तिसृ चतसृ इति सूत्रम्, अतः अन्तिमं रूपं भवति तिसृणाम् इति तत्र प्रक्रिया. इदानीं तत्र चर्चा अस्ति. एतत् परिचयम् इदानीं सर्वैः अवगतं वा? तिसृणाम् इति रिमेम्बर् दीस् सूत्रास् बिकास् तेषां विषयः परे अपि अस्ति. ह्रस्वनद्यापो नोट् नामी एण्ड् साक्षात् अनन्तरम् अस्ति न तिसृ चतसृ, त्रयस्त्रयः त्रिचतुरस्त्रियां तिसृ चतसृ. अस्तु अग्रे पश्यामः किमस्ति. मञ्जरी भगिनी अग्रे पठतु भगिनि, नेक्स्ट् परिच्छेद. अस्यां प्रक्रियायां त्रिचतुरस्त्रियां तिसृ चतसृ 7.2.99 इत्यस्मिन् स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत् तिसृ आदेशः विधायकशास्त्रं बहिरङ्गं भवति. ते त्रयः 7.1.53 इति त्रयादेशः विधायकशास्त्रं प्रति. त्रिचतुरु स्त्रियां त्रिस्तृ चतस्तृ 7.2.99 इत्यनेन स्त्रियां स्त्रीस्थाने तिसृ चतुरु स्थाने चतस्रु विभक्तिसंज्ञकप्रत्यये परे. त्रेस्त्रयः 7.1.53 इत्यनेन त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये परे. उभयत्र परनिमित्तकत्वम् अस्ति, अतः स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वम् स्वीक्रियते चेत् त्रिचतुरो स्त्रियां त्रिस्तृ चतस्रु 7.2.99 इति बहिरङ्गं भवति त्रेस्त्रयः इति सूत्रं प्रति. यतोहि त्रेस्त्रयः 7.1.53 इति सूत्रे किमपि अर्थनिमित्तं नास्ति, अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः. अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति. तस्माच्च दीर्घत्वस्य निषेधकसूत्रं न तिसृ चतस्रु 6.4.4 व्यर्थं तत्र भवेत्. तन्न भवेत्, तत् न भवेत्, तन्न भवेत्, तत् न भवेत्. किं न भवेत्? व्यर्थं न भवेत्. हा, कोऽपि सूत्रम् अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं व्यर्थं न भवेत् इति तत्र नियमः अस्ति. अवगतं वा भगिनि किं लिखितमस्ति? एकमेकम् एकवारं पुनः पठतु. एकं वाक्यं वाक्यं स्वीकृत्य पठतु. अस्यां प्रति प्रक्रियायां त्रिचतुरो स्त्रियां तिसृ चतस्रु इत्यस्मिन् स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत् तिसृ आदेश विधायकशास्त्रं बहिरङ्गं भवति त्रेस्त्रयः इत्यनेन त्रयादेश विधायकशास्त्रं प्रति. तावदेव. अत्र त्रिचतुरो स्त्रियां त्रिसृ चतस्रु इत्यस्मिन् स्त्रियाम् इति निमित्तम् अस्ति. तत् निमित्तम् अर्थनिमित्तम् अस्ति. तत्र तिसृ इति आदेशः भवति इति सूत्रे अस्ति. परन्तु अत्र त्रेस्त्रयः इत्यत्र त्रयादेशः भवति. अत्र प्रथमे सूत्रे 7.2.99 त्रिचतुरु स्त्रियां तिसृ चतस्रु इत्यनेन त्रिस्थाने तिसृ चतुस्थाने चतस्रु इति आदेशः भवति कदा? विभक्तिसंज्ञकप्रत्यये परे. न न, यः प्रथमवाक्यमस्ति तस्य कः अर्थः भगिनि? प्रथमवाक्यस्य कः अर्थः? कथम् अत्र तिसृ आदेशविधायकशास्त्रं बहिरङ्गं भवति त्रयादेशविधायकशास्त्रं प्रति? it is written over here that त्रिचतुरो स्त्रियां तिसृ चतुस्रु इत्यनेन तिसृ आदेशः बहिरङ्गं भवति एण्ड् त्रयादेश अन्तरङ्गं भवति. त्रयः इति सूत्रेण पुल्लिङ्गे तथा नपुंसकलिङ्गे अपि अवकाशः अस्ति. परन्तु अत्र स्त्रियाम् इति त्रिचतुः स्त्रियां त्रिसृ चतुस्रु इति सूत्रेण स्त्रियां स्त्रीलिङ्गे एव तत्र अवकाशः अस्ति, लब्धावकाशः अस्ति. न अत्र पश्यतु भगिनि, वी हेव् आलरेडि डिस्कस्ड् हौ द कार्या गोस्. तिसृणाम् इति फैनल् रूपम् अस्ति, लोके एतत् रूपं वर्तते तिसृणाम्. सो दिस् इस् द साधुरूपं, तिसृणाम् इस् द साधुरूपं. त्रियुगाम् इति प्रक्रियायां वी नो द सी व्याकरणशास्त्र वेनवर् सूत्रस् आर् वेनवर् पाणिनि महर्षि क्रियेटेड् द अष्टाध्यायी ग्रन्थं, he had the outcome, he was having the product with him. Tisrunam was already there. Now he is describing how Tisrunam is to be made. Tisrunam is already there because loke tasya prayogah purve api asit, before panini also Tisrunam was there. So he has the final product, he has to make the material list, how to form Trisrunam. So atra likhitam asti prathama vakye, if we stick to the lakshanam of antarangam and bahirangam. So antarang bahirangasya ekam lakshanam asti alpanimittikam antarangam ityukte yasya shastrasya alpanimitani santi, लेस् निमितानि सन्ति, तदन्तरङ्गम् कुत्रापि लिखितमस्ति. वट् वेर् वि डिस्कशन् ई प्रतिषेधे परं कार्यं कुत्रापि मया दृष्टम्, काशिकाय न महाभाष्ये अत्र कुत्रापि लिखितमस्ति अल्पनिमित्तिकम् अन्तरङ्गम्. पश्यतु कुत्र लिखितमस्ति, मया कुत्रापि दृष्टम्. अनन्तरं पश्यामि. अत्र भाष्यकार अपि कुत्रापि वदति, काशिकायां वदति, ओल्ड् मध्ये उक्तमस्ति वा, अन्तरङ्गं बहुविधम् इति अत्र अस्ति वा, कुत्र अत्र दृश्यते वा कुत्रापि, पूर्वे पठितमस्ति न, तत् सत्यं, तत् न तत्र तु न लिखितमस्ति न, करपत्रे न लिखितमस्ति. अल्पनिमित्तिकम् अन्तरङ्गम् इति अस्माकं करपत्रे न लिखितमस्ति, परन्तु शास्त्रे तादृशलक्षणम् अपि वर्तते अन्तरङ्गस्य विषये. तर्हि परिभाषाकर्तुम् असिद्धं बहिरङ्गलक्षणम्. कुत्र पठितम्, अत्र एव पठितम्. I will send that link anantaram. So atra api bhashyakar kutra api vadati alpanimittikam antarangam. Alpanimittikam antarangam ityukte I will send that. Kutra likhitam asti etat lakshanam, kasya lakshanam, antarang shastrasya lakshanam. So we have only seen one lakshanam of the antarang, that was, what was that? Antarang shastrasya nimitta samudayat madhye, bahirang shastrasya nimitta samudayat madhye antarbhutani nimittani yas यस्य तद् अन्तरङ्गम् दिस् वास् द लक्षणम् आफ् अन्तरङ्गम् बट् देर् आर् अदर् लक्षणस् आल्सो बिकास् इट् सेस् न बहु बहु अन्तरङ्गं बहुविधं सो वन् आफ् द लक्ष वन् आफ् वन् अनदर् लक्षणम् आफ् अन्तरङ्गम् इस् अल्पनिमित्तिकम् अन्तरङ्गम् इति तत्र उक्तमस्ति व्याख्यायाम् उक्तम् अस्ति सो दिस् इस् आल्सो ए लक्षणम् आफ् अन्तरङ्गशास्त्रस्य न केवलं बहिरङ्गशास्त्रस्य निमित्तसमुदायात् मध्ये अन्तर्भूतानि अङ्गानि यस्य तद् अन्तरङ्गं बट् अनदर् लक्षणम् आफ् अन्तरङ्गम् इस् अल्पनिमित्तिकम् अन्तरङ्गम् इत्युक्ते अल्पनिमित्तिकम् इत्युक्ते यस्य शास्त्रस्य यस्य सूत्रस्य अल्पनिमित्तानि सन्ति वेरि लेस् निमित्तानि तद् अन्तरङ्गं भवति यस्य शास्त्रस्य अधिकनिमित्तानि सन्ति तद् भवति बहिरङ्ग दट् इस् वाट् इस् रिटन् ओवर् हियर् कुत्र भवति आम् सो एस् पर् देट् क्रैटीरिया अल्पनिमित्तिकम् अन्तरङ्गं त्रिचतुरो स्त्रियां तिसृ चतुस्रु इति तस्य कृते अधिकनिमित्तानि सन्ति बिकास् स्त्रियाम् इति अपि तत्र निमित्तं स्वीकुर्मः स्त्रियाम् इत्यपि एकं निमित्तम् अस्ति अर्थकृतनिमित्तम् अस्ति सो अर्थकृतनिमित्तम् आधार इत्यपि स्वीकुर्मः चेत् देन् त्रिचतुरो स्त्रियां तिसृ चतुस्र सूत्रस्य कृते अधिकनिमित्तानि सन्ति कस्य अपेक्षया त्रयस्त्रयः इत्यस्य अपेक्षया त्रयस्त्रयः इति सूत्रस्य कृते केवलम् एकमेव निमित्तम् अस्ति आम् इति प्रत्ययः सो त्रिचतुरो स्त्रियां तिसृ चतुस्र इति सूत्रस्य कृते न केवलम् आम् इति प्रत्ययः निमित्तम् अस्ति स्त्रियामपि निमित्तम् अस्ति इति अत्र लिखितमस्ति अतः तत् आधारीकृत्य त्रयस्त्रयः इत्यस्य कृते अल्पनिमित्तं त्रिचतुरो स्त्रियां तिसृ चतुस्र इत्यस्य कृते एकम् अधिकम् अर्थकृतनिमित्तमपि अस्ति अतः निमित्तद्वयमस्ति अत्र निमित्त एकमेव निमित्तम् अस्ति सो अल्पनिमित्तिकम् अन्तरङ्गम् इति लक्षणं स्वीकुर्मः चेत् देन् त्रिचतुरो स्त्रियां तिसृ चतुस्र बिकम्स् अ बहिरङ्गशास्त्रम् बहिरङ्गम् असिद्धम् अन्तरङ्गे त्रयस्त्रयः बिकम्स् अन्तरङ्गम् सो विच् विल् बि द बलवत् एतत् चिन्तन त्रयस्त्रयः विल् बि दट् बलवत् त्रयस्त्रयः बलवत् भवति चेत् देन् स्त्रियामपि एस् पर् दिस् लाजिक् स्त्रियामपि त्रिस्थाने त्रयादेशः भवेत् इति अत्र वदति बिकास् अन्तरङ्ग इस् मोर् पवर्फुल् देन् बहिरङ्गम् सो यदा त्रिस्थाने त्रयादेशः भवति त्रिचतुरो स्त्रियां तिसृ चतुस्र इत्यनेन स्त्रियां त्रिस्थाने तिसृ इति तु सूत्रस्य उल्लेखः अस्ति त्रयस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशः भवति आम् प्रत्ययपदे परे एतत् वाक्यमपि त्रयस्त्रयः सूत्रस्य उल्लेखः अस्ति उभयत्र परनिमित्तिकत्वम् अस्ति फार् बोत् द सूर्तास् परनिमित्तम् इस् देयर् आम् इति परनिमित्तम् अस्ति आम् परे एव कार्यमस्ति त्रिचतुरो स्त्रियां न केवलम् आम् परे कार्यमस्ति तत्र अन्यत् जस् प्रत्यय शस् प्रत्ययपरे अपि कार्यमस्ति सो द्वयोः कृते परनिमित्तिकत्वम् अस्ति परनिमित्तम् एक्सिस्ट् अतः स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् त्रिचतुरो स्त्रियां तिसृ चतुस्र इति बहिरङ्गं भवति त्रयस्त्रयः इति सूत्रं प्रति स्त्रियाम् इति यः सूत्रे उक्तमस्ति यत् पदम् उक्तमस्ति स्त्रियां वेन् ऐ से स्त्रियाम् अनेन कोऽपि पदार्थस्य निर्देशः नास्ति आम् इति साक्षात् पदार्थः अस्ति आम् इति प्रत्ययः अस्ति परन्तु स्त्रियां तु केवलम् अर्थस्य ग्रहणं भवति कोऽपि प्रत्ययः अथवा कोऽपि पदार्थः अस्माकं मनसि न आयाति केवलम् अर्थस्य ज्ञानं तत्र भवति स्त्रीलिङ्गे यदा आम् प्रत्ययस्य विवक्षा अस्ति तदा एव सो अत्र स्त्रियाम् इत्यनेन यदि एतदपि निमित्तरूपेण स्वीकुर्मः चेत् परन्तु एतत्तु साक्षात् कोऽपि पदार्थः नास्ति केवलं तस्य किमपि अर्थः भवति स्त्रियाम् इत्यस्य अर्थः अस्ति, न तु साक्षात् कोऽपि पदार्थः वर्तते। अतः स्त्रियाम् इति अर्थनिमित्तिकं निमित्तिकत्वं स्वीक्रियते चेत् देन् दिस् सूत्र बिकम्स् बहिरङ्गम्, बिकास् देन् दिस् हेज़् टू निमित्तास्, त्रयस्त्रय हेज़् ओन्ली वन् निमित्त। सो यस्य अल्पनिमित्तानि सन्ति तद् बहि तत् अन्तरङ्गं भवति, सो त्रयस्त्रय विल् बिकम् अन्तरङ्गम् इति बहिरङ्गं भवति त्रयस्त्रयः इति सूत्रं प्रति, फार् त्रयस्त्रयः सूत्रम् एस् पर् द अर्थनिमित्तिकत्वं स्वीक्रियते चेत् देन् स्त्रियामपि निमित्तरूपेण स्वीकुर्मः, अर्थनिमित्तिकमपि स्वीकुर्मः चेत् देन् एस् पर् देट् लाजिक् दिस् बिकम्स् अन्तरङ्गम्। अन्तरङ्गं यतोहि त्रयस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति, अर्थ आधारीकृत्य तत्र कोऽपि निमित्तं नास्ति, केवलं वदति त्रिस्थाने त्रयादेश करोतु यदा आमृत्यः परे अस्ति, तावदेव वदति सूत्रम्। अतः अस्मिन् सूत्रे त्रयस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति, परन्तु त्रिचतुरो स्त्रियाम् इति तत्र स्त्रियाम् इत्यनेन कोऽपि पदार्थस्य निर्देशः नास्ति, किमपि अर्थस्य निर्देशः अस्ति, अर्थनिमित्तम् अस्ति। अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः। सो इफ् वि आर् टेकिङ्ग् स्त्रियामपि अर्थनिमित्तिकं स्वीकुर्मः चेत् देन् we have to in strilinge api asmabhi tatra tristhane trayadeshah eva karaniyam asyam dashayam trisra adeshasya abhavat so tisra adesha will never happen tisra adesha will never happen when aam pritya is there tisra adeshasya abhavat tisra adeshasya dirgha prapti api na bhavati so when tisra will not happen tatra दीर्घादेशः अपि न भवितुम् अर्हति। अतः देन् वाट् विल् हेपन् न तिस्र चतुस्र इति व्यर्थं सूत्रं व्यर्थं भवति। सो वाट् इट् इस् सेयिङ्ग् देट् इफ् वि कन्सिडर् देट् देर् इस् अ अर्थकृतनिमित्तं निमित्तम् अपि स्वीकुर्मः चेत् देन् दिस् शास्त्र हेस् मोर् निमित्तम् एस् कम्पेर् टु द त्रयस्त्रयः। So as per the lakshanam of alpanimittikam antarangam, then this becomes antarangam and asya balam adhikam asti. So striyam api tristhane trayadeshah. Tisradeshah to kada api na bhavati. Aam pratyaya vishai. So tristhane trayadeshah bhavati chet, striyam api trayadeshah bhavati chet, तत्र तिस्र आदेशस्य प्राप्तिः एव नास्ति। नौ वाट् विल् हेपन् बै देट्, वाट् विल् हेपन्, न तिस्र चतुस्र इति सूत्रं कदा कार्यं करोति? न तिस्र चतुस्र इत्यस्य कार्यस्य कृते निमित्तं किं भगिनि? नामी अपि च न तिस्र चतुस्र इति सूत्रस्य कृते निमित्तं किम् अस्ति? आम् प्रत्यय अस्ति न निमित्तम्, नामी सूत्रस्य कृते अपि आम् एव विषयः, न तिस्र चतुस्र सूत्रस्य कृते अपि आम् एव विषयः, द्वयोः सूत्रयोः कार्यक्षेत्रम् आम् विषये एव भवति। सो त्रययोग आम् कुर्मः चेत् नुटागमः भवति, बिकास् अजन्ताङ्गम् अस्ति, सो अत्र नाम भवति अथवा नाम भवति। सो इदानीं दीर्घादेशः भवति, वी डोण्ट् हेव् तिस्र, इदानीं वी हेव् त्रया, सो त्रयाणाम् इति अत्रापि त्रयाणाम् एव भवति। सो अनेन किं भवति? स्त्रियां यः न तिस्र चतुस्र इति सूत्रं निरावकाशः भवति, तस्य सूत्रस्य कृते कुत्रापि अवकाशः न, तस्य अवकाशः तु केवलं स्त्रीलिङ्गे आम् विषये एव अस्ति। सो यदि तिस्र आदेशः एव न भवति, तत्र न तिस्र चतुस्र इति सूत्रं व्यर्थं भवति इति लिखितमस्ति. सो इफ् वि अप्लै दिस् लाजिक् देट् स्त्रियाम् इस् आल्सो अर्थनिमित्तिकं स्वीकुर्मः चेत् देन् दिस् बिकम्स् त्रयस्त्रयः बिकम्स् अल्पनिमित्तिकं देट् इस् अन्तरङ्गम्. सो अन्तरङ्गं भवति चेत् देट् बिकम्स् पवर्फुल्. सो त्रिस्थाने स्त्रियामपि त्रयादेशः भवेत्. त्रयादेशः भवति चेत् देन् वाट् वास् द पर्पस् आफ् दिस् ज्ञातिसृ चतुस्रि? इट् मीन्स् त्रयादेशः न भवति. देर् इस् सम् फाल्ट् इन् दिस् लाजिक्. देर् इस् सम् डिफाल्ट् इन् दिस् लाजिक् बिकास् दिस् अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं व्यर्थं न भवेत्. देन् दिस् न तिसृ चतुस्रि इति सूत्रस्य कुत्रापि लब्धावकाशः नास्ति. नाम इत्यस्य कृते अस्ति, दीर्घादेशः भवति, बट् वाट् विल् हेपन् टु दिस् सूत्र न तिसृ चतुस्र? न तिसृ चतुस्र सूत्रं वदति तिसृ प्लस् आम् अस्ति चेत्, तिसृ प्लस् नाम् अस्ति चेत् तत्र ऋकारस्य दीर्घः न करणीयं, निषेधः अस्ति. When we don't have tisra only, when we don't have this padartha only, how will this sutra apply? Etasya sutra se kari shetram na vartate. Ataha tatna bhavet, tanna bhavet. That means there is some, there is some, in the logic, there is some fault in the logic. So we have to again rethink. There is some fault because this sutra ashtadhyayi granthe se kopi sutram niravakashah ma bhavet. Now by this logic this sutra becomes niravakashah. Etasya sutrasya prapti eva nasti because etat sutram kevalam aam pratyaya pare karyam karoti. Aam pratyaya pare yaha nami itanena dirgha adeshah asti tasya nishedah uktam asti. Now when we don't have the tisra padartha eva, how will this sutra do the karya? That means this sutra is becoming vyartham. Atah tatra kimapi prakriya, kimapi fault asti, klesha vartate. And what is that klesha? We have to remove that klesha. Because asyam dashayam to etat sutram niravakashah bhavati. Vyartham bhavati. Tanna bhavet. So we have to rethink. Avagatam va bhagini kim likhitam asti? So antarang shastrasya ekam anyat lakshanam asti alpa nimittikam antarangam. Don't know if I have taken the screenshot, but atra kutra api likhitam asti. I will check and I will send that. So that is also a lakshanam of antarang shastra. सो अस्यां दशायां सो अर्थकृतनिमित्तं स्वीकुर्मः चेत् देन् प्रोबेब्लि वी आर् हेविङ्ग् सम् फाल्ट् देर् समथिङ्ग् हेपन्स् बै विच् दद् न तिसृ चतुस्र इति व्यर्थं भवति. सो वी हेव् टु थिङ्क् वेदर् स्त्रियाम् अर्थकृतनिमित्तं निमित्तिकत्वं स्वीकरणीयं वा न करणीयं, केवलं शब्दकृतनिमित्तं स्वीकरणीयं. यथा आम् इति प्रत्ययः तथा अनुपूर्वे अस्ति, आदन्म इति अनुपूर्वे अस्ति, पदार्थः अस्ति. आम् इति किमपि बाह्यपद पदार्थः वर्तते निमित्तरूपेण, तदस्ति शब्दकृतनिमित्तं, तदेव स्वीकरणीयं. सर्वैः अवगतं वा कथं न तिसृ चतुस्र व्यर्थं भवति? महोदय किञ्चित् समयः अस्ति, अग्रे पश्यामः. अग्रे पठतु चेतना भगिनी, एतत् परिच्छेदमपि पठतु. यदि च त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिसृ आदेशः उच्येत तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिसृ चतुस्र 644 इत्यस्य अवसरः स्यात् इति कथनेनापि न भवति, यतो हि यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति. तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम्. अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिस्र आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति. अस्यां दशायां न तिस्र चतस्र सिक्स्फोफो इति दीर्घनिषेधकसूत्रं व्यर्थः भवति एव. अस्य निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते. यदि त्रयादेशस्य अनन्तरं तानिवत् भावेन तिस्र आदेशः उच्येत तदा च तस्य दीर्घसति दीर्घत्वनिवारणार्थं न तिस्र चतस्र इत्यस्य अवसरः स्यात् इति कथनेनपि न भवति, यतोहि यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति. तया एव रीत्या कनेक्टेड् यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घ आदेशः अपि अन्तरङ्गम्. See, when the, in the previous times, when we have a Purvapakshi, Purvapakshi itukte, somebody will come and he will say, whatever logic you are giving, I don't accept this. That is Purvapakshi. He does the virodha of whatever logic you are saying. So, tatha tatra bahu charcha bhavati. Then finally, whosoever wins, that is a final say. Now we have said that we will not edvayam arthakrita nimittam nimittikatvam sivkurmaha artharupena api nimittam sivkurmaha ches, then this sutra becomes this becomes bahirangam, this becomes antarangam, and then tanna tisru chatasri iti sutram vyartham bhavati. This is one of the view given by the siddhantis. We have Siddhantis, we have Purvapakshis. Siddhantis is whosoever gives the logic. Then the some other Vyakarana or some other person comes, he says, no, I don't accept your view. This is wrong, and this is what I have to say. Then he gives his own view that your, how your view has got some, it is not logical. Now, tasya vishaye eva asti. Now, there is a virodha between the two vyakaranas. Let us see like that. Yedi cha traya adeshasya anantaram sthani vad bhavena tisra adeshaha uccheta tada cha tasya dirgesati dirgatva nivaranartham na tisra chatasri avsaraha syat. We have a concept in vyakaran shastra that sthani vad bhavaha. What is the sutra about sthani vad bhavaha? There is a sthanivad vaha, no? Sthanivad adesho analvido, something like that was there, no, sutra? Sthanivad adesho analvido is a sutram. Where they speak about the sthanivad bhavaha. Sthanivad bhavaha itukte? Adeshaha sthanivad bhavati. Adeshaha sthanivad bhavati. स्थानितुल्यं भवति. वद् इत्युक्ते स्थानिवद् इति अत्र उक्तमस्ति. अत्र वत् यः वद् इति वदि इति प्रत्ययः अस्ति. तुल्यतमः इत्युक्ते यथा इत्युक्ते कार्यविषये. सो स्थानी सोरि आदेशः, वट् एवर् आदेशः स्थानिवद् भवति. देट् इस् स्थानिवद् भावः देट् इस् स्थानिवद् भावः आदेश वेन् ऐ से त्वास्थाने ल्यप् आदेशः इसन्ट् इट् यदा तत्र उपसर्गस्य उपस्थित्यां त्वा इस् रिप्लेस्ड् बै ल्यप् त्वा प्रत्यय इस् रिप्लेस्ड् बै ल्यप् प्रत्यय whenever there is an upsarg there before dhatu now lep iti pratyah tatra lakarasi it asti pakarasi it asti tatra ya eva avashishyate parantu tatra lep pratyah kitvam iti gunah api ayati how sthani vad bhaven lep pratyah is also considered kit we know what बिकास् ल्यप् इति कस्य स्थाने आदेशः ल्यप् इति त्वा स्थाने आदेशः त्वा प्रत्ययः कित् अस्ति कित्वम् इति गुणः कस्य उपरि आयाति ल्यप् प्रत्ययस्य उपरि आयाति सो वी हाव् द फार्म् एस् अपकृत्य इसन्ट् इट् अपकृत्य तत्र तुकागमः अपि भवति देट् इस् भिन्नविषय परन्तु कृ धातुः गुणः न भवति यदा ल्यप्रत्ययः अस्ति ल्यप्रत्ययः पित् अपि अस्ति सि ल्यप्रत्ययः लकारसीत् अस्ति पकारसीत् अस्ति या अवशिष्यते सो किमर्थम् अत्र कृ प्रत्ययः परे अर्धधातुप्रत्ययः अस्ति तत्र गुणः न भवति बिकास् ल्यप्रत्ययस्य उपरि कित्वम् आयाति कथं कित्वम् आयाति बिकास् ल्यप् इति आदेशः अस्ति ल्यप् इति कोऽपि प्रत्ययः नास्ति आदेशः अस्ति कस्य स्थाने आदेशः अस्ति त्वा इति प्रत्ययस्य कृते त्वा स्थाने सोरि त्वा स्थाने ल्यपादेशः भवति बिकास् किमर्थं बिकास् न्यायपूर्वे असमासे तत्र उपसर्गस्य उपस्थित्याम् अप इति उपसर्गः अस्ति तस्य उपस्थित्यां त्वा स्थाने ल्यपादेशः भवति आदेशः स्थाने वद् भवति ल्यप् इस् साक्षात् नित् नास्ति परन्तु नित्वम् अस्ति स्थानी नित् अस्ति अतः ल्यप् अपि नित् अस्ति अतः तत्र गुणस्य निषेधः भवति किनिति च सूत्रेण गुणं न भवति गुणकार्यं न भवति दिस् इस् वाट् इस् स्थानीवद् भावः आदेशः स्थानी तुल्य भवति कार्यविषये स्थानीवद् अवगतं वा भगिनि सो नौ स्थानीवद् भाव कित् अस्ति खलु महोदय आम् सत्यम् अतः ल्यप् अपि कित् तस्य उपरि कित्वम् आयाति देट् इस् वाट् इस् स्थानिवद् भावः आदेशः स्थानिवद् भवति इति स्थानिवद् भावः अवगतम् वी आर् नाट् डिस्कसिङ्ग् एनिथिङ्ग् अबौट् दिस् वी आर् जस्ट् डिस्कसिङ्ग् वाट् इस् स्थानिवद् भावः अत्र उक्तमस्ति न त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिस्र आदेशः उच्येत बिकास् ओके लेट् अस् एक्सेप्ट् देट् अर्थनिमित्तिकम् अस्ति तेन किं भवति त्रयस्त्रयः इति अन्तरङ्गं भवति लेट् स्त्रियामपि त्रिस्थाने त्रयादेशः भवतु nothing will happen so this is what purva pakshi says he says we should accept arthanimittikam arthanimittikam swikurmah che striyam api tristhane trayadeshah tatra tisra adeshah na bhavati now he is applying one more logic he is saying you have a sutra na vishesh sthane vad bhavah त्रयः इस् इक्वल् टु त्रय त्री आदेशः स्थानिवद् भवति नौ इन्स्टेड् इवन् दो इट् इस् त्रय बट् कन्सिडर् इट् एस् त्री ओन्ली इवन् दो लेप् इस् नाट् कित् वी आर् कन्सिडरिङ्ग् इट् एस् कित् सेम् वे यु हेव् स्थानिवद् भावः इन् द शास्त्र इन् युवर् शास्त्र देर् इस् स्थानिवद् भावः दिस् त्रयादेश दिस् इस् अन् आदेश आदेशः स्थानिवद् भवति, कार्यस्य विषये आदेशः स्थानिवद् भवति. सो कन्सिडर् इन्स्टेड् आफ् वि विल् डू त्रयादेशः बट् इट् इस् इक्वल् टु त्री ओन्लि. कन्सिडर् इट् एस् त्री ओन्लि एण्ड् नौ डू अगेन् नौ डू पुनः तत्र डू द तिस्र आदेशः डू द तिस्र आदेशः. दिस् इस् वाट् द पूर्वपक्षी इस् सेयिङ्ग् बिकास् यु हेव् अ कान्सेप्ट् काल् स्थानिवद् भावः. त्रय इस् इक्वल् टु त्री. नौ त्रयस्थाने एव तिस्र आदेशः करोतु इति वदति. इवन् द सूत्रस्य त्रि चतुरो स्त्रियां तिस्र चतस्र, त्रि स्थाने तिस्र आदेशः, बट् त्रय इस् आल्सो त्री न एस् पर् युवर् लाजिक् स्थानिवद् भावेन. सो डू तिस्र आदेश नौ, नौ डू तिस्र आदेशः. दिस् इस् वाट् द पूर्वपक्षी सेस्. नौ लेट् अस् सी वाट् इस् रिटन् अनन्तरं किम् अस्ति. सो यदि च त्रयादेशस्य अनन्तरम् आफ्टर् डूयिङ्ग् द त्रयादेशः स्थानिवद् भावेन तिस्र आदेशः उच्येत. सो मेक् तिस्र आदेशः नौ. देन् वाट् वै ही इस् टेलिङ्ग् अस् टु डू द तिस्र आदेशः? तेन रूपेण न तिस्र चतुस्र विल् नाट् बिकम् व्यर्थम्. नौ ऐ हव् तिस्र, सो दिस् सूत्र विल् नाट् बिकम् व्यर्थम्. दिस् इस् वाट् पूर्वपक्षी सेस्. नौ द सिद्धान्ति अगेन् टेल्स्, सो ही सेयिङ्ग् डू दिस् बिकास् यु अगेन् एण्ड् अगेन् से आदेशः स्थानिवद् भवति, आदेशः स्थानिवद् भवति. सो कन्सिडर् त्रय आल्सो त्री and now do the tisra adeshah, then this sutra will not become niravakashah. So this is what Purvapakshi says. Now Siddhanti again says iti avsarah syat. Now Siddhanti says iti kathanena api na bhavati, then also this does not become the problem does not get solved. Why? Yato hi, why? यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम्, तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घ आदेशः अपि अन्तरङ्गम्. Actually, I have to go somewhere. So, we will discuss this paricheda. So, it is saying, the way we made त्रयादेशः अन्तरङ्गम् with respect to tisra adeshah, in the same logic tisra adeshasya apekshaya dirgha adeshah api antarangam bhavati. So when he is saying now do the traya adeshah, it will take some time. So let us discuss this, we will discuss this parichedam again. Ida ekvaram punah pathitva agachatu, then it will become slightly, because it's already 8:40. So we will discuss this again because it will require some more time. This parichheda, we have to understand this parichheda well, then only we will understand the logic. So remember this parichheda, we will discuss it in the next class. Etavata yat patitam tat avgatam va sarvaihi. Aham shanti mandram bhavam. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः.